अस्य श्रीमद्भगवद्गीतामाला मन्त्रस्य भगवान् वेदव्यास ऋषिः अनुष्टुप् छन्दः श्रीकृष्णः परमात्मा देवता अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे इति बीजम् सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज इति शक्तिः अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि माशु च इति कीलकम् नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावक इति अङ्गुष्टाभ्यां नमः न चैनं क्लेदयन्त्यापो न शोषयति मारुत इति तर्जनीभ्यां नमः अच्छेद्योयमदाह्योयमक्लेद्यो शोष्य एव च इति मध्यमाभ्यां नमः नित्यः सर्वगतस्ताणुरचलोऽयं सनातन इति अनामिकाभ्यां नमः पश्य मे पार्थरूपाणि शतशोथसहस्रश इति कनिष्ठिकाभ्यां नमः नानाविधानि दिव्यानि नानावर्णाकृतीनि च इति करतलकरपृष्ठाभ्यां नमः नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावक इति हृदयाय नमः न चैनं क्लेदयन्त्यापो न शोषयति मारुत इति शिरसे स्वाहा अच्छेद्योयमदाह्योयमक्लेद्यो शोष्य एव च इति शिखायै वषट नित्यः सर्वगतस्ताणुरचलोऽयं सनातन इति कवचाय हुम् पश्य मे पार्थरूपाणि शतशोथसहस्रश इति नेत्रत्रयाय वौषट नानाविधानि दिव्यानि नानावर्णाकृतीनि च इति अस्त्राय भट श्रीकृष्णप्रीत्यर्थे पाठे विनियोगः ध्यानम् ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् अद्वैतामृतवर्षिणीं भगवतीं अष्टादशाध्यायिनीं अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणी नमोऽस्तु ते व्यासविशालबुद्धे फुल्लारविन्दायतपत्रनेत्र येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः प्रपन्नपारिजाताय तोत्रवेत्रैकपाणये ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ॐ अस्य श्रीमद्भगवद्गीतामालामन्त्रस्य भगवान् वेद